सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानविषयः अस्ति धातुगणाः तस्मिन् विषये इदानीं पर्यन्तं वयं किम् अधीतं तस्य एकवारं पुनः परिशीलनं कृत्वा अग्रे सरेम वयं दृष्टवन्तः तत्र दशधातुगणाः सन्ति तेषां विभजनं विकरणप्रत्ययस्य आधारेण एव भवति इत्युक्ते तत्र विकरणप्रत्ययः वदामः चेत् धातुतिङ्मध्ये यः भागं यः प्रत्ययः आयाति तस्य विकरणप्रत्ययः इति नामकरणं तत्र व्याकरणे दत्तं सो धातुतिङ्मध्ये तत्र यः भागः आयाति तस्य आधारेण एव पाणिनिना तत्र द्विसहस्रधातवः उपद्विसहस्रधातवः दशसु गणेषु विभक्ताः तत्र वयं दृष्टवन्तः तत्र विकरणप्रत्यये तत्र मूले बहुत्र बहूनि वर्णानि तत्र सन्ति परन्तु प्रयोग यथा तस्य विकरणप्रत्ययस्य प्रयोगस्थले तत्र ते सर्वे वर्णाः न तिष्ठन्ति किञ्चित् वर्णाः तत्र अपगच्छन्ति ते प्रयोगसमये तेन तिष्ठति सो तत्र पाणिनिना तेषां वर्णानां ये ये वर्णाः प्रयोगसमये न तिष्ठति अपगच्छति ये वर्णाः अपगच्छति तेषां पाणिनिना एकं नामकरणं दत्तं तत्र यस्य यस्य वर्णः यः यः वर्णः अपगच्छति यस्य यः यस्य यस्य वर्णस्य लोपः भवति तस्य इत् इति संज्ञा तत्र नामकरणम् इत् इति केवलम् एकं नामम् अस्ति इत् इति नामकरणं तत्र पाणिनिना दत्तं यथा शप् इति विकरणप्रत्यये तत्र प्रयोगसमये शकारः न तिष्ठति पकारः अपि न तिष्ठति तेषां लोपः भवति सो तत्र शकारस्य पाणिनिना इत् इति संज्ञा दत्तं सो शकारस्य इत् संज्ञा पकारस्य इत् संज्ञा यस्य यस्य इत् संज्ञा भवति यस्य यस्य इत् इति नामकरणं भवति अनन्तरं तस्य तस्य वर्णस्य लोपः अपि भवति सो लोपः इत्युक्ते ते अपगच्छति ते प्रक्रियायां प्रयोगसमये ते वर्णाः न तिष्ठन्ति इति तत्र पूर्वं वयं पठितवन्तः सो तत्र शप् यः विकरणप्रत्ययः अस्ति तत्र त्रयः वर्णाः सन्ति शकारः अकारः पकारः शकारस्य इत्संज्ञा पकारस्य इत्संज्ञा मध्ये यः अकारः अस्ति तस्य इत्संज्ञा न भवति यस्य इत्संज्ञा न भवति सः वर्णः एव तिष्ठति सो अत्र अकारः एव तिष्ठति सो वयं किं वदामः तत्र भुवादिगणे विकरणप्रत्ययः मूलविकरणप्रत्ययः शप् अस्ति परन्तु प्रक्रियायां केवलम् अकारः श्रूयते सो शकारपकारयोः तत्र लोपः भवति वयम् इदानीं वयं जानीमः येषां लोपः भवति तेषाम् एकं नामं दत्तम् इत् इति संज्ञा सो शकारस्य इत् संज्ञा भवति पकारस्य अपि इत् संज्ञा भवति सो येषाम् इत् संज्ञा तेषां लोपः अपि सो अकारः एव तत्र धातुतिङ्मध्ये अकारः एव श्रूयते एकं महत्त्वपूर्णबिन्दुः अस्ति कुत्र कुत्र तत्र विकरणप्रत्ययः धातुतिङ्मध्ये आयाति अहं पूर्वे उक्तवती तत्र चतुर्षु लकारेषु एव वयं जानीमः तत्र दशलकाराः सन्ति परन्तु चतुर्षु लकारेषु एव तत्र विकरणप्रत्ययः धातु तिङ् मध्ये आयाति। ते लकाराः के? लट्लकारः, लोट्लकारः, विधिलिङ्ग्लकारः अपि च लङ्लकारः। एषु चतुर्षु लकारेषु एव धातु तिङ् मध्ये विकरणप्रत्ययः आयाति। इत्युक्ते एतेषु चतुर्षु लकारेषु एव अस्माभिः किं कृतं, धातुः कस्मिन् गणे अस्ति घनचिन्तनम् एषु चतुर्षु लकारेषु एव भवति। अन्यषट्षु लकारेषु घनचिन्तनं न भवति। घनचिन्तनम् इत्युक्ते धातु कस्मिन् गणे अस्ति, यस्मिन् गणे धातु अस्ति तस्य घनस्य विकरणप्रत्ययः एव, विकरणप्रत्ययस्य भागः एव धातु तिङ् मध्ये श्रूयते। सो एतेषु चतुर्षु लकारेषु एव घनचिन्तनं भवति, इत्युक्ते धातु कस्मिन् गणे अस्ति। सो तत्र यथा वयं दृष्टवन्तः, तत्र लट्लकाररूपं वयं पश्यामः, लट्लकार एकवचनरूपं पश्यामः चेत् रूपं दृष्ट्वा कथं जानीमः धातु कस्मिन् गणे अस्ति। सो धातु तिङ् मध्ये यः भागः श्रूयते तेन तस्य भागस्य आधारेण एव वयं ज्ञातुं शक्यते धातु कस्मिन् घने अस्ति। इदानीं पर्यन्तं वयं दृष्टवन्तः। सो वी शुड् रिमेम्बर् कस्य घनस्य विकरण मूलविकरणप्रत्ययः कः, तस्य मूल आकृति कः। आकृति इत्युक्ते प्रयोगसमये कः भागः धातु तिङ् मध्ये श्रूयते। भुवादिगणे शप् इति विकरणप्रत्ययः, अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति। इत्युक्ते तत्र यः शप् विधानं भवति तस्य लुक् भवति, सम्पूर्णतया तस्य लोपः भवति। अतः तत्र धातु तिङ् मध्ये किमपि वर्णः न श्रूयते, धातु साक्षात् अनन्तरं तिङ् भागः श्रूयते। जुहोत्यादिगणे तथैव स्थितिः अस्ति। तत्र यः शप् विकरणप्रत्ययः अस्ति तस्य श्लू भवति, श्लू कारणेन तस्य लोपः भवति। श्लू कारणेन तत्र किं भवति, धातु विभागं यः अस्ति तस्य भागस्य द्वित्वं भवति, इत्युक्ते धाधा भवति, धातु द्विवारणम् उच्चारणं भवति। सो धातु अदादिगणे वा ज्योत्यादिगणे तत्र वयं सरलतया ज्ञातुं शक्यते, यत्र धातु द्वित्वं श्रूयते सः धातुः ज्योत्यादिगणस्य धातुः, यत्र द्वित्वं न श्रूयते सः धातु अदादिगणस्य धातु। किमर्थं तत्र अदादिगणे द्वित्वं न भवति, केवलं ज्योत्यादिगणे एव तत्र द्वित्वं भवति। तथैव द्विवादिगणे शन् इति विकरणप्रत्ययः, शन् इति विकरणप्रत्ययः शकारनकारयोः इत् संज्ञा भवति, अनन्तरं तेषां लोपः अपि भवति। सो यस्य यस्य इत्संज्ञा तस्य तस्य अनन्तरं लोपः अपि, लोपः इत्युक्ते अदर्शनं। सो तत्र य एव श्रूयते। तत्र एकम् अन्यत् गणद्वयम् अस्ति, स्वादिगणः अपि च तनादिगणः, पञ्चमगणः अपि च अष्टमगणः। पञ्चमगणे नु इति भागः, तत्र विकरणप्रत्ययस्य भागः नु अस्ति, परन्तु एकवचने नु नो भवति, गुणकार्यं भवति, उकारस्य गुणः ओकारः। सो तत्र धातु तिङ् मध्ये नो इति भागं श्रूयते। तनादिगणे कुत्रचित् यदि धातु अन्तिमवर्णः नकारः अस्ति तत्र अपि नो इति भागं श्रूयते, परन्तु तनादिगणे यः नकारः श्रूयते सः धातु नकारः, न तु विकरणप्रत्ययस्य नकारः। सो धातु तत्र स्वादिगणे अपि च तनादिगणे, तत्र अष्टमगणे तत्र ओ ओ भागं श्रूयते। स्वादिगणे नो इति भागं धातु तिङ् मध्ये श्रूयते, तनादिगणे केवलम् ओ इति भागं विकरणप्रत्ययस्य भागः। तथैव तत्र अस्ति द्विवादिगणः, चतुर्थगणः अपि च अन्तिमगणः, इत्युक्ते दशमगणः, चुरादिगणः। चुरादिगण गणे यः आकृतिः अस्ति विकरणप्रत्ययस्य आकृतिः सः अय अस्ति। दिवादिगणे केवलं य इति भागं श्रूयते। सो तत्र अपि वयं धातु तिङ् मध्ये तत्र पश्यामः चेत् तत्र किं भवति, नश्यति इति रूपं भवति, परन्तु चुरादिगणे चोरयति इति अय इति भागं श्रूयते। एकं तत्र एकम् अन्यत् वार्ता अस्ति, भुवादिगणे धातु तिङ् मध्ये अकारः श्रूयते, षष्ठं गणे इत्युक्ते तुदादिगणे अपि धातु तिङ् मध्ये अकारः श्रूयते। सो लटीरूपं पश्यामः चेत् कथं जानीमः धातु भुवादिगणस्य धातु वा तुदादिगणस्य धातु, तत्र एकं विशिष्टलक्षणम् अस्ति। प्रथमगणे प्रथमगणे गुणकार्यं भवति। गुणकार्यम् इत्युक्ते किं? गुणकार्यम् इत्युक्ते स्वराणां परिवर्तनं। केषां केषां स्वराणां परिवर्तनम्? इ स्वरस्य परिवर्तनम्, उ स्वरस्य परिवर्तनं, रु स्वरस्य परिवर्तनं। सर्वदा तत्र किं भवति, इ स्थाने यदा यत्र यत्र गुणकार्यं भवति तत्र तत्र सर्वदा इ स्थाने एकारः एव गुणरूपे गुणवर्णः आयाति। तथैव उ स्थाने सर्वदा न केवलम् अत्र परन्तु यत्र यत्र विधिसूत्रे गुणकार्यं निर्दिष्टम् अस्ति तत्र तत्र उ स्थाने सर्वदा ओकारः एव आयाति। तथैव रु स्थाने ह्रस्वरुकारस्य अपि च दीर्घरुकारस्य स्थाने तत्र सर्वदा अर् इति आदेशः भवति, अकारः अपि च रकारः। सो तत्र एकं संज्ञासूत्रम् अस्ति, अदेङ्गुणः। अदेङ्गुणः इति सूत्रेण किं निर्दिष्टम्? अदेङ्गुणः एकं संज्ञासूत्रम् अस्ति, संज्ञासूत्रम् अस्ति येन सूत्रेण नामकरणं भवति। संज्ञा इत्युक्ते नामकरणं। सो कस्य कस्य वर्णस्य गुणसंज्ञा भवति इति अनेन सूत्रेण ज्ञायते। इत्युक्ते अदेङ्गुणः किं सूचयति? अदेङ्गुणः व्याकरणशास्त्रे सूचयति कस्य कस्य वर्णस्य गुणसंज्ञा, गुण इति नामकरणं भवति। सो अत् कथनेन तत्र ह्रस्व अकारः, ह्रस्व अकारस्य ग्रहणम्। सो अत् एङ् इति एकं प्रत्याहारः अस्ति, तस्मिन् प्रत्याहारे एकारः अपि च ओकारः एते द्वौ वर्णः तत्र तस्मिन् प्रत्याहारे तत्र स्तः। सो अकारः एकारः ओकारः अत् एङ्, अत् एङ् कथनेन तत्र अकारस्य ग्रहणम्, एकारस्य ग्रहणम्, ओकारस्य ग्रहणम्, एते त्रयाणां वर्णानां ग्रहणम् अद् एङ् गुणः। सो एते त्रयाणां वर्णानां तत्र किं भवति, गुण इति संज्ञा भवति अनेन सूत्रेण। यथा वयं जानीमः सर्वे तत्र एकं परिचितं संज्ञासूत्रम् अस्ति, सुप् तिङन्तं पदम्। वयं जानीमः यस्य शब्दसमूहस्य अन्ते सुप् प्रत्ययः विधीयते अथवा तिङ् प्रत्ययः विधीयते, व्याकरणशास्त्रे तस्य शब्दसमूहस्य एकं विशिष्टनामकरणं दत्तं, संज्ञा दत्तं। तत् नामं किं? पदसंज्ञा। पद इति एकं विशिष्ट पारिभाषिकशब्दः, टेक्निकल् वर्ड् इन् व्याकरणशास्त्रम्। सो सुप् तिङन्तं पदं संज्ञासूत्रम् अस्ति, तेन सूत्रेण यस्य अन्ते सुप् इति प्रत्ययसमूह कोऽपि एकं प्रत्ययः अन्ते विधीयते अपि च तिङ् इति समूहे कोऽपि एकं प्रत्ययः अन्ते विधीयते तस्य एव पदसंज्ञा भवति। तथैव अदेङ्गुणः इति कथनेन एकं संज्ञासूत्रम् अस्ति, तेन सूत्रेण किं भवति, त्रयः वर्णानाम् एव संज्ञा गुण इति संज्ञा भवति। सो अकारः एकारः ओकारः एते त्रयाणां वर्णानां गुणसंज्ञकवर्णाः इति अपि उच्यते। सो यत्र यत्र गुणकार्यं भवति तत्र एते त्रयः वर्णः एव आदेशरूपेण आगन्तुं शक्यते. सो अत्रापि यथा इ स्थाने तत्र केवलम् एते त्रयेषु एते अकार एकार ओकारयोः तत्र एकम् एव वर्णः आयाति, सः अस्ति एकारः. किमर्थं चेत् तत्र यः एकं सूत्रम् अन्यत् सूत्रम् अस्ति, तेन सूत्रेण किं भवति, यः तत्र यस्य उच्चारणस्थानं समानम् अस्ति सः एव आदेशरूपेण आगन्तुं शक्यते. सो इ स्थाने तत्र एकारः एव आगन्तुं शक्यते, न तु ओकारः अपि च तत्र आर् इति आदेशः अकारः. तथैव उ स्थाने ह्रस्व उकारः अपि च दीर्घ उकारस्य स्थाने केवलम् ओकारः एव आगन्तुं शक्यते, न तु अकारः अपि च एकारः. किमर्थं चेत् एतेषां वर्णानां उ अपि च ओकारस्य उच्चारणं स्थानं समानम् अस्ति, ओष्ठम् इत्युक्ते. सो उच्चारणं स्थानं समानं दृष्ट्वा एव वयं ज्ञातुं शक्यते तत्र इ स्थाने ए आयाति, उ स्थाने ओ आयाति, अपि च रु स्थाने अकारः अनन्तरम् अकारस्य अनन्तरं तत्र रकारः अपि आयाति इति तु वयम् अग्रे पश्यामः कथं रकारः अपि आयाति, केन सूत्रेण रकारः आयाति. सो गुणवर्णाः के इति वदामः चेत् अकारः एकारः ओकारः अद् एङ् गुणः इति सूत्रेण वयं ज्ञातुं शक्यते. अकारः एकारः ओकारः एते त्रयः वर्णः गुणित अक्षरः इत्युक्ते गुणसंज्ञक वर्णाः. एकम् वयं तत्र अन्ते किं दृष्टवन्तः, तत्र भुवादिगणे अपि च तत्र यः षष्ठं गणः अस्ति तुदादिगणः, तत्र धातुतिङ् मध्ये अ इति भागः श्रूयते. सो कथं जानीमः तत्र धातुः लटिरूपं दृष्ट्वा कथं जानीमः धातु कस्मिन् गणे अस्ति इति प्रश्नः अस्ति. सो तस्य कृते अत्र स्वरूप महोदयेन किं कृतम्, एकं नू करपत्रस्य निर्माणं कृतम्. सः करपत्रं किं, गुणः इति करपत्रम्. सो तत्र वयं जानीमः गुण आधारेण एव तत्र भेदः जायते, धातुः प्रथमगणे वा षष्ठं गणे वा इति गुण आधारेण एव तत्र ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति, प्रथमगणे वा षष्ठं गणे वा. वयं जानीमः तत्र प्रथमगणे शप् विकरणप्रत्ययस्य कारणेन गुणः भवति, गुणः इत्युक्ते स्वराणां परिवर्तनं भवति. इदानीं गुणः किं, कस्य कारणेन गुणः भवति, कुत्र गुणः भवति इति अस्मिन् करपत्रे तत्र दत्तम् अस्ति. अस्मिन् करपत्रस्य मुख्यलक्ष्यम् अस्ति धातुः प्रथमगणे वा षष्ठं गणे वा केन आधारेण वयं ज्ञातुं शक्यते. किमर्थं चेत् तत्र प्रथमगणे अपि अकारः श्रूयते मध्ये, षष्ठं गणे अपि अकारः इति भागं धातुतिङ् मध्ये श्रूयते. सो भेदः कः इति अस्मिन् करपत्रे तत्र लिखितम् अस्ति. इदानीं गुणः इति यः करपत्रम् अस्ति तस्य आरम्भं कुर्मः. अत्र प्रश्नं दत्तम् अस्ति, धातुः मम स्क्रीन् दृश्यते वा? आं भगिनी दृश्यते. अत्र किं लिखितमस्ति, आदौ एव तत्र प्रश्नं दत्तं, धातुः प्रथमगणे अस्ति वा षष्ठे गणे अस्ति वा इति तत्र अस्य करपत्रस्य मुख्यलक्ष्यम् अस्ति. कथं जानीमः धातु षष्ठं गणे वा प्रथमगणे. सो अत्र प्रथमबिन्दु दत्तम् अस्ति, कः पठितुम् इच्छति कृपया अग्रे आगच्छतु. अहं पठामि वा भगिनि? आं कृपया पठतु भगिनि. आं भगिनि, प्रथमे गणे विकरणप्रत्ययस्य अ इति भागः अवशिष्यते, षष्ठे गणे अपि सा एव गतिः. तर्हि यत्र धातुः तिङ्प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? उत्तरं, दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते। यत्र धात्वङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते। अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति। आम्, अत्र किं लिखितमस्ति किञ्चित् वदतु, प्रतिपादय। आम् आं भगिनि, प्रथमे गणे इत्युक्ते भ्वादिगणे अ इति भागः अवशिष्यते। शप् मध्ये श अनन्तरं प अपगच्छतः। षष्ठे गणे अपि सा एव गतिः, अ एव तिष्ठति, अवशिष्यते। इत्युक्ते यत्र धातुः तिङ् प्रत्ययः, अनयोः मध्ये अकारः एव अस्ति। एतत् वयं कथं जानीमः इत्युक्ते दर्शनेन एव सर्वत्र वयं ज्ञातुं न शक्नुमः, किन्तु बहुत्र ज्ञातुं शक्नुमः। यत्र अदेङ्गुणः, धातुना अदेङ्गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति वयं ज्ञातुं शक्नुमः। एवं भगिनि, आम् तथैव अस्ति, परन्तु अदेङ्गुणः इति न वदामः, यत्र धातु अङ्गे गुणः दृश्यते, अदेङ्गुणः एकं सूत्रम् अस्ति, तेन सूत्रेण अत् एङ् वर्णानां गुणसंज्ञा भवति। सो यत्र यत्र गुणः दृश्यते धातु अङ्गे, अत्र किमर्थं धातु अङ्गे लिखितम् अस्ति इति प्रश्ने सति चेत्, न केवलं धातुभागे गुणः भवति, परन्तु तत्र यथा वयम् उ इति प्रत्ययः योजयामः, अपि च नु इति प्रत्ययः अंशः योजयामः धातु अनन्तरं, तस्य यदि वयं धातुयोग नु कुर्मः, सो देट् इस् नाट् अ धातु, देट् बिकम्स् अ धातु अङ्गम् फार् टिङ् प्रत्ययः। सो न केवलं धातु इति गुणः, धातोः गुणः भवति, परन्तु धातु अङ्गे अपि गुणकार्यं सम्भवति। इत्युक्ते तत्र यदि वयं नु योजयामः, अपि च यः नवमगणः अस्ति तनादिगणे, तत्र उ इति विकरणप्रत्ययः। सो यदि वयम् उ योजयामः, तत्र अपि अन्ते तिङ्प्रत्ययस्य कृते तत्र उ इति अङ्गं कुत्रचित् भवति। सो उ इति तु धातुभागं नास्ति, उ इति तु विकरणप्रत्ययस्य भागः। सो धातु योग उ कुर्मः चेत्, यदि धातु अन्तिम स्वरः इ उ अपि च रु नास्ति, अपि च यदि धातु अन्तिमवर्णस्य पूर्वे कोऽपि ह्रस्व इ उ रु नास्ति चेत्, तत्र उकारस्य कारणेन गुणः न सम्भवति। सो तत्र किं भवति, तत्र केवलं वर्णमेलनं भवति, इत्युक्ते धातुयोग उ भवति। यदि यथा धातुयोग उ भवति, इट् बिकम्स् अ धातु अङ्गम्, धातु अङ्गं फार् इट् इस् बिकास् इट् इस् नाट् ओन्ली धातु, इट् इस् धातु प्लस् विकरण प्रत्ययः। सो द्वयोः मेलनेन किं भवति, तिङ्प्रत्ययस्य कृते धातु प्लस् विकरणप्रत्ययः बिकम्स् एन् अङ्गं, धातु अङ्गम्। सो वी काल् इट् एस् धातु अङ्गम् बिकास् इट् इस् न केवलं धातु, इट् इस् इन्क्लूडिङ्ग् द विकरणप्रत्ययस्य भागः अपि। सो तत् अत्र किं लिखितम् अस्ति, यत्र धातु अङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते। सो इदानीं तत्र न केवलं धातु इति भागे गुणः सम्भवति, परन्तु धातु अङ्गे अपि गुणः भवति। वयं जानीमः गुणस्य कृते कारणं किम्, अग्रे यः धातु अनन्तरं, साक्षात् अनन्तरं यः प्रत्ययः आयाति, सः कारणमस्ति गुणस्य कृते। सो यदि वयं धातुयोगविकरणप्रत्ययः कुर्मः चेत्, तस्य अनन्तरं किं भागः, तिङ्समूहस्य भागः, इत्युक्ते तिप् ति इति भागः, तिप् प्रत्ययः अस्ति। सो तिङ्समूहस्य कारणेन अपि धातु अङ्गे गुणः भवति, परन्तु विकरणप्रत्ययस्य कारणेन कुत्र गुणः भवति? धातोः गुणः भवति। तत्र तु केवलं विकरणप्रत्ययस्य कृते तस्य पूर्वे केवलं धातु अस्ति, परन्तु तिङ्गसमूह तिङ्गस्य कृते तिङ् यः तिप् इति प्रत्ययस्य कृते धातु प्लस् विकरणप्रत्ययः अस्ति। तेषां मेलनेन यः शब्दसमूहः भवति, यदि तस्य अन्ते तस्य शब्दसमूहस्य अन्ते कोऽपि इ उ अस्ति चेत् तत्र तिङ्कारणेन गुणः भवति। सो न केवलं धातु भागे गुणः भवति, परन्तु धातु अङ्गे अपि गुणः सम्भवति यदि तस्य अन्ते कोऽपि इ उ रु अस्ति चेत् इति अस्य वाक्यस्य अर्थः। इति कोऽपि प्रश्नः अस्ति वा, भ्रमः अस्ति वा? भगिनी, धात्वङ्गः इत्युक्ते उदाहरणार्थं पठ् प्लस् तदेव धात्वङ्गः भवति वा? पठ वदामः चेत् धातु अङ्गं कस्य कृते? अङ्गं यत्र यत्र वयम् अङ्गम् इति वदामः सर्वत्र किं भवति? कस्य प्रत्ययस्य कृते? सो यथा शप् प्रत्ययस्य कृते धातु अङ्गं किं? तत्र धातुभागः एव अङ्गम् अस्ति, परन्तु तिप् प्रत्ययस्य कृते धातु प्लस् विकरणप्रत्ययस्य भागः इति धातु अङ्गम् अस्तु। सो यदि वयम् अङ्गं, बिकास् द सूत्र इस् लैक् देट् वट् एवर् इस् तत्र यत् किमपि प्रत्ययस्य पूर्वे अस्ति तस्य अङ्गम् इति संज्ञा भवति। अङ्गम् अपि एकं पारिभाषिकशब्दः, वयं जानीमः अङ्गं तु लौकिकव्यवहारे अङ्गम् इति एकं भागः अस्ति, परन्तु अङ्गं वदामः चेत् तत्र एकं टेक्निकल् वर्ड् अस्ति व्याकरणशास्त्रे। सो अङ्गम् इत्युक्ते किम् इति प्रश्नः अस्ति चेत् तत्र किं? प्रत्ययस्य पूर्वे यत् भागं तस्य अङ्गम् इति संज्ञा भवति। सो धातु प्लस् विकरणप्रत्ययः प्लस् तिङ् प्रत्ययः, अत्र तु प्रथमे किम् अस्ति? द्वौ प्रत्ययः अस्ति, एकमस्ति विकरणप्रत्ययः, द्वितीयमस्ति तिङ् प्रत्ययः। सो विकरणप्रत्ययस्य कृते धातु इति अङ्गम्, परन्तु तिङ् प्रत्ययस्य कृते यत् पूर्वम् अस्ति तत् सर्वत्र अङ्गम् इति उच्यते। सो तिङ् प्रत्ययस्य कृते धातु योगः विकरणप्रत्ययस्य भागः तत्र सर्वम् इति अङ्गम् इति उच्यते। सो तत्र यः संज्ञा अस्ति प्रत्ययस्य पूर्वे यत् किमपि भागं तस्य अङ्गम् इति संज्ञा भवति। शप् प्रत्ययस्य पूर्वे तु केवलं धातु अस्ति, अतः शप् प्रत्ययस्य कृते केवलं धातु इति अङ्गम्, परन्तु तिङ् प्रत्ययस्य पूर्वे तु तत्र धातु प्लस् विकरणप्रत्ययः अस्ति। सो तेषां मेलनेन ये वर्णसमूह तत्र निष्पद्यते तस्य सम्पूर्णशब्दसमूहस्य तिङ् प्रत्ययस्य कृते अङ्गम् इति संज्ञा भवति। सो तत्र न केवलं धातोः गुणः भवति, परन्तु धातु अङ्गे अपि कुत्रचित् गुणः तत्र दृश्यते इति तत्र अर्थः अस्ति। अवगतं भगिनी, धन्यवादः। वदतु भगिनि, भवती उक्तवती तिङ् प्रत्ययस्य कारणात् गुण भवति इति, वाट् डस् दट् मीन्? प्रथमे तु गुणः इत्युक्ते किम्? गुणः इत्युक्ते यदि अन्तिम वर्णसमूहस्य अन्ते इ उ अस्ति चेत् तेषां परिवर्तनं भवति। गुणः इत्युक्ते स्वराणां परिवर्तनम्। केषां केषां स्वराणां परिवर्तनम्? इ स्वराणां स्वरस्य परिवर्तनम्, उ स्वरस्य परिवर्तनम्, अपि च रु स्वरस्य परिवर्तनम्। सो यदि तिङ् यः तिङ् प्रत्ययस्य कृते तिङ् प्रत्ययस्य साक्षात् पूर्वे शब्दसमूहस्य अन्ते कोऽपि इ अस्ति अथवा उ उ अस्ति अथवा रु अस्ति चेत् तत्र तिङ् प्रत्ययस्य कारणेन तेषां परिवर्तनं भवति. इत्युक्ते इ स्थाने तत्र ए भवति, उ उ स्थाने तत्र ओ भवति, रु स्थाने तत्र अर् इति परिवर्तनं भवति. सो तत्र न केवलं विकरणप्रत्ययस्य कारणेन गुणः भवति, परन्तु यत्र यत्र धातु अङ्गे अपि अन्ते अथवा अन्तिमवर्णस्य पूर्वे कोऽपि इ उ अस्ति चेत् तिङ् प्रत्ययस्य कारणे अपि तत्र परिवर्तनं भवति इति तत्र तस्य अर्थः. सो तत्र तु बहुत्र तत्र इट् डस् नाट् हेपन् एट् आल् द प्लेसेस्, विशिष्टस्थाने एव एतत् सम्भवति. इत्युक्ते यदा वयं दृष्टवन्तः, एकनिमिषः अहम् अत्र शेर् करोमि, अत्र दृश्यतु तनादिगणे उ इति भागः श्रूयते. सो यदि वयं धातुयोग उ कुर्मः चेत् तत्र टिप् प्रत्ययस्य कृते अन्तिमवर्णः उ अस्ति, उकारः अस्ति. सो तत्र टिप् कारणेन तिङ् प्रत्ययस्य कारणेन कुत्रचित् उकारः ओकारः भवति, बिकास् द उ कम्स् एट् द एण्ड्. बट् देट् कैण्ड् आफ् सिचुवेशन् डस् नाट् अरैस् इन् तत्र भुवादिगणे. भुवादिगणे तत्र अन्ते धातु प्लस् विकरणप्रत्ययः कुर्मः चेत् अन्ते अकारः अधन्त अङ्गं भवति, परन्तु तनादिगणे उकारः अन्ते आयाति कुत्रचित्. तथैव स्वादिगणे, स्वादिगणे नु इति भागः, सो अन्ते उकारः तत्र श्रूयते. धातु प्लस् विकरणप्रत्ययः कुर्मः चेत् तत्र कुत्रचित् नु एव तिष्ठति. सो तिङ् प्रत्ययस्य कृते तिङ् प्रत्ययस्य साक्षात् पूर्वे सम्पूर्ण अङ्गस्य अन्ते तत्र उ इति श्रूयते. सो उ ओ भवति, तस्य कृते कारणं किं? तिङ् इति कारणं, तिप् इति कारणेन तत्र उ ओ भवति. सर्वदा प्रत्ययस्य कारणेन एव गुणः भवति. गुणः इत्युक्ते परिवर्तनं भवति. कुत्रचित् विकरणप्रत्ययस्य कारणेन धातोः गुणः भवति, कुत्रचित् तिप् प्रत्ययस्य कारणेन धातु अङ्गे गुणः भवति, यथा स्वादिगणे अपि च तनादिगणे. अत्र क्रयादिगणे दृश्यतु, अत्र धातुयोगः विकरणप्रत्ययः कुर्मः चेत् अन्ते किं श्रूयते? आकारः श्रूयते, परन्तु वयं जानीमः तत्र आकारस्य गुणः न भवति, केवलम् इ उ रु वर्णानाम् एव गुणः भवति. तथैव अकारस्य गुणः न भवति, गुणः इत्युक्ते परिवर्तनं न भवति. सो अन्ते धातु प्लस् विकरणप्रत्ययः कुर्मः चेत् अन्ते अकारः श्रूयते, तिप् पूर्वे तत्र अकारः अस्ति. तथैव अत्र तिप् पूर्वे आकारः अस्ति, अत्र अय यः भागः अस्ति अन्ते अकारः अस्ति. अय इति कथनेन अकारः, यकारः, अकारः. सो तिप् पूर्वे तत्र अकारः अस्ति, सो तत्रापि गुणः न भवति. वयं जानीमः अकारस्य गुणः न भवति, केवलम् इ उ रु वर्णानाम् एव गुणः भवति. अत्रापि न इति नकार, न इति कथनेन अन्ते अकारः अस्ति, अदन्तम् अङ्गम् अस्ति, अत्रापि अदन्तम् अङ्गम्. य इति अत्रापि अदन्तम् अङ्गम्. अत्र तु किमपि नास्ति, ति प्रत्ययस्य कृते तत्र साक्षात् धातुः अस्ति, अत्रापि ति प्रत्ययस्य कृते साक्षात् धातुः अस्ति. सो यत्र यत्र इ उ टिप् प्रत्ययस्य कृते यत्र यत्र अन्ते इ उ रु अस्ति, तत्र एव टिप् प्रत्ययस्य कारणेन गुणः भवति. अस्तु भगिनि, इदानीं सम्यक् वा? धन्यवादः भगिनि, अवगतं, धन्यवादः. सो टिप् प्रत्ययस्य पूर्वे किम् अस्ति, किम् अङ्गम् अस्ति, तत्र इ उ रु वर्णः अस्ति वा नास्ति, तथैव तेषां वर्णानाम् एव गुणः भवति। यदि अदन्तम् अङ्गम् अस्ति चेत्, अदन्तम् इत्युक्ते अकारः अथवा आकारः अन्ते अस्ति चेत् तत्र गुणः न, तत्र सम्भवति, गुणस्य सम्भावना एव नास्ति। गुणस्य सम्भावना कुत्र अस्ति? यदि अन्ते कोऽपि इ इ उ उ रु रु अस्ति चेदेव गुणः सम्भवति। अन्ते एते वर्णः नास्ति चेत् गुणः इस् नाट् पासिबल् एट् आल्, बिकास् केवलम् इ उ रु वर्णानाम् एव गुणः भवति, अन्यस्वराणां गुणः न भवति इति तत्र लिखितमस्ति धातु अङ्गे। सो धातु अङ्गे टिप् पार् तिङ् कारणेन एव गुणः भवति। इदानीं वयम् अत्र द्वितीयबिन्दु तत्र लिखितमस्ति, गुणः इत्युक्ते किम्? कः पठितुम् इच्छति द्वितीयः बिन्दु? कृष्णमूर्ति कृपया पठतु द्वितीयबिन्दु। न श्रूयते, उच्चैः वदतु। व्याकरणे सिद्धान्ते स्वरस्य परिवर्तनं भवति, विकृतरूपे रूपस्य गुणसंख्या अस्मिन् कोष्टके। महोदय सम्यक् न श्रूयते, क्षम्यतां महोदय, ऐ एम् नाट् एबल् टु लिसन् प्रापर्ली। वट् अबौट् अदर्स्, आर् दे एबल् टु लिसन् प्रापर्ली? बहु न्यूनम् अस्ति भगिनी, ध्वनिः बहु न्यूनं श्रूयते। महोदय कृपया म्यूट् वदतु। महोदय स्वरः अस्ति चेत् गुणः ये भवति, स्वरः अस्ति चेत् गुणः वो भवति, स्वरः रु अस्ति चेत् गुणः अर् अस्ति। आम् कृपया पुनः पठतु महोदय, इदानीं सम्यक् अस्ति, ध्वनिः सम्यक् अस्ति, पुनः पठतु व्याकरणे। व्याकरणे एकः सिद्धान्तः अस्ति गुणः नाम्ना, सिद्धान्ते स्वरस्य परिवर्तनं भवति, विकृतरूपस्य गुणसंज्ञा भवति, अस्मिन् कोष्टके पश्यन्तु, स्वरः इ अस्ति चेत् गुणः ये भवति, स्वरः उ अस्ति चेत् गुणः वो भवति, स्वरः रु अस्ति चेत् गुणः अर् अस्ति। आम् तथैव अस्ति। तृतीयबिन्दु अपि पठतु महोदय। आम् महोदय धातुतः क्रियापदं निर्मातुं द्वादिगणे गुणः भवति, तुदादिगणे गुणः न भवति। गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति। बहुधातो अन्तर्भूतः स्वरः उ, उकारस्य गुणः भोकारः इति उपरि स्थिते कोष्टके अस्माभिः दृष्टं बुद्ध धातोः गुणः भवति, अतः बुद्ध बोध् इति अस्ति। लट्लकारे अर्थात् लटि बोधति इति रूपं, गुणः अस्ति अतः बुद्ध धातुः प्रथमे गणे अस्ति न तु षष्ठे। लिक् धातोः तावदेव महोदय, तावदेव किञ्चित् वदतु। आम् व्याकरणे एक सिद्धान्तः अस्ति, सिद्धान्तः स्वरः इ ई उ उ रु रु अस्ति चेत् गुणः भवति, गुणः स्वरस्य स्वराक्षरे अस्ति, इ ई अस्ति चेत् गुणः ये गुणः, स्वरः उ उ अस्ति चेत् गुणः वो भवति, स्वरः रुरु अस्ति चेत् गुणः अर् भवति इति। आम्, अत्र एकम् उदाहरणं दत्तमस्ति बुध धातु कृते, किञ्चित् वदतु। धातुतः क्रियापदं निर्मातुं भवादिगणे गुणः भवति, तुदादिगणे गुणः न भवति, भ्वादिगणे गुणः भवति, तुदादिगणे गुणः न भवति। गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छन्ति इति। स्वरस्य परिवर्तनम्। आम्, सो दुद् बुद् धातु यः अस्ति तत्र कः स्वरः? बुद् धातोः परिवर्तनं बोध्, चेञ्जस् टु बोध्। आम्, उकारः कुत्र अस्ति महोदय? उकारः कुत्र अस्ति? भू भू बुद् भू उ। आम्, तत्र सः उकारः अस्ति अत्र। अस्तु महोदय, धन्यवादः। धन्यवादः महोदय। आम्, अत्र बुध धातु कृते एकम् उदाहरणं दत्तम् अस्ति, बुध इति धातु यः अस्ति बुध लटीरूपे बोधति इति भवति। सो बुध बुध न तिष्ठति, बुध बोध भवति। सो यत्र यत्र स्वरस्य परिवर्तनं दृश्यते तत्र किम् अस्माभिः ऊहां कर्तुं शक्यते, अत्र गुणः दृश्यते, अतः धातुः भुवादिगणस्य धातुः, न तु तुदादिगणस्य धातुः। इत्युक्ते भुवादिगणे अपि च तुदादिगणे मध्ये तत्र यः भेदः अस्ति, सः भेदः कः? गुणकार्यम्। इत्युक्ते भुवादिगणे तत्र गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति। सो अत्र तु बुध इति धातु यः अस्ति तत्र अत्र कोऽपि अन्ते तु धकारः अस्ति, अन्ते कोऽपि इ उ रु नास्ति, परन्तु वयं जानीमः गुणकार्यं न केवलम् अन्ते स्थितस्य इ उ रु वर्णानां गुणः, परन्तु धातु यः अन्तिम अलः अन्तिम वर्णः अस्ति, अन्तिम वर्णस्य साक्षात् पूर्वम् अत्र धकारस्य साक्षात् पूर्वम् उकारः, अन्तिमवर्णस्य साक्षात् पूर्वं कोऽपि ह्रस्व इत्युक्ते लघु इ अस्ति, लघु उ अस्ति, अपि च लघु रु अस्ति, ह्रस्वरुकारः अस्ति चेद् एव गुणः भवति। परन्तु धातु अन्ते इ इ अस्ति वा रु अस्ति वा उ अस्ति, यत्किमपि दीर्घ भवेत् या ह्रस्व भवे, अन्ते स्थितस्य इ इ स्थाने तु तत्र गुणः भवति, परन्तु अन्तिमवर्णस्य पूर्वे केवलं ह्रस्व इक् वर्णस्य एव गुणः भवति, न तु दीर्घ इ वर्णस्य। यथा क्रीडिति धातु, क्रीडिति धातु अपि भुवादिगणस्य धातुः, सो तत्र क्रीड् ककारः रकारः दीर्घ ईकारः अपि च ढकारः, सो अन्तिमवर्णः अत्र क्रीडिति धातु ढकारः अस्ति, ढकारस्य साक्षात् पूर्वे इकारः तु अस्ति परन्तु दीर्घ इकारः अस्ति, सो दीर्घस्वरस्य तत्र उपदायां गुणः न भवति. सो अत्र प्रश्नः अस्ति उपदायाम् इत्युक्ते किम्, उपदा इत्युक्ते किम्. उपदा एकं संज्ञा अस्ति यथा वयं दृष्टवन्तः. तत्र पद इति एकं टेक्निकल् वर्ड् अस्ति, संज्ञा अस्ति. तथैव तत्र गुण इति एकं संज्ञा अस्ति. कस्यचित् वर्णस्य गुणः इति गुण संज्ञा भवति. तथैव उपदायाम् इति उपदा इति एकं संज्ञा अस्ति, नामकरणम् अस्ति. इट् इस् अ नेम् गिवन् टु अ प्लेस्, नाट् अ वर्णः. उपदा इस् अ नेम् गिवन् टु अ प्लेस्, नाट् अ वर्णः. वेर् एस् गुणः इस् अ संज्ञा, इस् अ नेम् गिवन् टु सम् वर्णास्. सो एकारः, ओकारः अपि च अकारः, एते त्रयः वर्णानाम् एकं विशिष्टनाम तत्र व्याकरणे अस्ति, गुणित अक्षरः, गुणः. तथैव उपदा इति कोऽपि वर्णस्य संज्ञा नास्ति, स्थानस्य स्थान इत्युक्ते इट् इस् अ नेम् गिवन् टु अ प्लेस्. विच् प्लेस्? अलो अन्त्यात् पूर्वम् उपदा. अलो अन्त्यात् पूर्वम् उपदा इति एकं संज्ञासूत्रम् अस्ति. तेन सूत्रेण किं भवति? कस्यचित् स्थलस्य, कस्यचित् स्थानस्य उपदा इति संज्ञा भवति. अलो अन्त्यात् पूर्वम्, अन्तिम अलः यः अस्ति तस्य साक्षात् पूर्वं यः स्थानं तस्य उपदा इति संज्ञा. यथा बुद् इति धातु, अन्तिम अलः, अन्तिम वर्णः कः? दकारः. दकारस्य साक्षात् पूर्वं कः वर्णः? उकारः. सो अस्मिन् अस्मिन् शब्दसमूहे, अस्मिन् धातोः उपदायां कः वर्णः? उपदायाम् उकारः अस्ति. यदि वयं गुणः, गुण इति गुण इति वर्णसमूहः पश्यामः, अत्र गकारः, उकारः, णकारः, अन्ते अकारः. सो अत्र उपदायां कः वर्णः? उपदायां कः वर्णः? गक. अत्र प्रथमे तु कति वर्णाः गुण इति शब्दसमूहे कति वर्णाः? चत्वारि. अन्तिम अलः कः? अकारः. अन्तिम अलस्य साक्षात् पूर्वं कः वर्णः? नकारः. अतः एस् पर् द व्याकरणशास्त्रं नकारस्य किं संज्ञा? उपदा संज्ञा भवति. सो वर्णस्य उपदा इति संज्ञा न, इट् इस् द संज्ञा गिवन् टु अ प्लेस्. अन्तिम वर्णस्य पूर्वे यः वर्णः तस्य उपदा इति संज्ञा भवति. सो वेन् वि से उपदायां गुणः भवति इत्युक्ते अन्तिम वर्णस्य पूर्वे यः वर्णः, यदि सः वर्णः उपदायाम् इन् द पेनल्टिमेट् प्लेस्, पेनल्टिमेट् लेटर्, इफ् द पेनल्टिमेट् लेटर् इस् ए रस्व इ आर् रस्व उ आर् रस्व रु, तत्र एव गुणः भवति. इफ् इट् इस् अ दीर्घ इ, दीर्घ उ, दीर्घ रु इन् द एस् अ पेनल्टिमेट् लेटर्, देन् द गुणः डस् नाट् हेपन्. सो उपदायां केवलं रस्व इकारस्य, रस्व उकारस्य, रस्व रुकारस्य एव गुणः भवति. यथा बुद् इति धातु, बुद् इति धातु द पेनल्टिमेट् लेटर् इस् रस्व उकारः. सो अत्र बुद् बोध् भवति बिकास् इट् इस् अ रस्व उकारः एण्ड् इट् इस् एट् द पेनल्टिमेट् प्लेस् the guna has happened. If this ukara would have been other than penultimate letter, then guna will not happen. So what we can conclude is that this guna, itukte this parivartanam, this vikrit rupah kutra kutra bhavati. Yadi antim varna ee uu ruru asti ched, tasya parivartanam bhavati. And in addition to that, if the penultimate letter is a rasva e, rasva u or rasva ru, then also gunaha bhavati. if it is otherwise then gunah will not happen. Otherwise itukte if the penultimate letter is a dheergha ikarah or dheergha ukarah or dheergha rukarah, gunah will not happen. The change will not happen. Gunah itukte change. The parivartanam parivartanam na bhavati. Yatha kriyed iti dhatu. Tatra upadayam ikarah asti. Upadayam itukte अन्तिमवर्णस्य साक्षात् पूर्वे तत्र इकारः अस्ति, परन्तु तत्र इकारः दीर्घ इकारः, अतो ह्रस्व इकारः. सो तत्र क्रीड् क्रीड् एव तिष्ठति, तत्र क्रीड् क्रेड् न भवति, ए इति परिवर्तनं न भवति. सो यत्र यत्र भुवादिगणे न केवलम् अन्तिमवर्णस्य परिवर्तनं दृश्यते, अपि च उपदायां स्थितस्य ह्रस्व इ ह्रस्व इ ऊरु वर्णानां गुणः भवति, वयं लटीरूपं दृष्ट्वा ऊहां कर्तुं शक्यते, ओ अत्र तु परिवर्तनं दृश्यते, अतः धातु अत्र बुध् बोध् भवति, अनन्तरम् अकारः अपि श्रूयते, अनन्तरं ती इति भागः श्रूयते. सो अकारस्य न केवलम् अकारं दृष्ट्वा, परन्तु गुणम् अपि तत्र अत्र अस्माभिः दृष्टं. गुणः भवति वा न, गुणः तत्र अभवत् वा न अभवत्, यदि गुणः तत्र दृश्यते धातु भुवादिगणस्य धातु, यदि गुणः न दृश्यते धातु तुदादिगणस्य धातु इति तत्र भेदः अस्ति. सो बिट्वीन् भुवादिगणः एण्ड् तुदादिगणः गुण इस् अ बिकास् आफ् गुणकार्यं वयं ज्ञातुं शक्यते. तत्र एकम् अन्यत् उदाहरणम् अस्ति लिख् धातु कृते. कः पठितुम् इच्छति? पठतु महोदय, कृपया पठतु. लिख् धातौ कारस्य गुणः एकारः, किन्तु लिख् धातोः कृपया उच्चैः वदतु. श्रूयते भगिनि, किञ्चित् उच्चैः वदतु. न, प्रथमे तत्र सम्यक् आसीत्. न महोदय, न सम्यक् नास्ति, सम्यक् ध्वनिं सम्यक् नास्ति. लिख् धातो अन्तर्भूतः स्वरः ई. इदानीं सम्यक् वा महोदय? आम्, इदानीं सम्यक् अस्ति. लिख् धातौ अन्तर्भूतः स्वरः ई. इकारस्य गुणः एकारः, किन्तु लिख् धातोः लटि लिखति इति अस्ति, न तु लेखति. गुणः न जातः, अतः षष्ठे गुणे अस्ति. लिक् धातुः यदि भ्वादिगणे अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत्, तथा नास्ति एव. तुदादिगणे अस्ति, अतः लिखति इति रूपं भवति. मध्ये मध्ये तत्र ध्वनिः भग्नः जायते. किञ्चित् वदतु लिक् धातु कृते, उच्चैः वदतु. लिख् धातोः अन्तर्भूतः स्वरः इ. लिख् धातोः उपदायाम् इकारः अस्ति. यदि लिख् धातो लिख् धातुः द्वादिगणे अस्ति चेत् उपदायां कारणेन तत्र गुणः भवितुं शक्यते, किन्तु लिख् धातु षष्ठगणे अस्ति इत्युक्ते द्वादिगणे अस्ति, अतः तत्र गुणः न भवति. अन्यम् उदाहरणं अतः लिख् धातुः षष्ठगणे भवति, द्वादिगणे नास्ति. आं महोदय, तथैव अस्ति, ध्वनिः सम्यक् नास्ति. धन्यवादः. अत्र वयं जानीमः लिख् इति धातु अस्ति लटीरूपम्, इत्युक्ते लट् लकार एकवचने तत्र किम् अस्ति, लिखति अस्ति, न तु लेखति अस्ति. सो लिखति इति पदं दृष्ट्वा वयं ज्ञातुं शक्यते अत्र तु उभधायां ह्रस्व इकारः अस्ति, परन्तु तत्र कोऽपि गुणकार्यं न अत्र भवति. सो लटीरूपं पश्यामः चेत् वयं ज्ञातुं शक्यते अत्र तु गुणकार्यं न दृश्यते, अतः लिख् इति धातु प्रथमे किं द्रष्टव्यं, प्रथमे तत्र किं द्रष्टव्यं. सर्वदा लटीरूपं पश्यामः चेत् प्रथमे किं पश्यामः, धातुतिङ् मध्ये कः भागः. धातुतिङ् मध्ये अत्र अकारः अस्ति, लिख् अति अकारः अस्ति. सो धातुतिङ् मध्ये यत्र यत्र अकारः श्रूयते, वयं जानीमः तत्र केवलम् अकारः भुवादिगणे श्रूयते अपि च तुदादिगणे श्रूयते. फस्ट् वी हाव् टु सी वट् शब्दसमूह इस् इन् बिट्वीन् धातु एण्ड् तिप् प्रत्ययः, तिङ् प्रत्ययः. इफ् इट् इस् अकारः देन् ओन्ली द क्वश्चन् विल् अरैस् वेदर् दिस् धातु बिलाङ्ग्स् टु भुवादिगण आर् तुदादिगण. इफ् इट् इस् अकार विहाय कोऽपि अन्यवर्णः अस्ति चेत् तत्र तु एतत् चिन्तनम् एव नास्ति. यत्र यत्र धातु तिङ् मध्ये अकारः श्रूयते, अ इति भागः श्रूयते, तत्र एव अस्माकं मनसि एतत् प्रश्नः आयाति, धातुः भुवादिगणस्य धातु वा तुदादिगणस्य धातु. बिकास् तत्र भुवादिगणे अपि अ श्रूयते, तुदादिगणे अपि अकारः श्रूयते. So we should first locate what is between the dhatu and ting. Ten tasya var tasya shabd samuha se aadharene ev we go to the second stage, because what we see between dhatu and ting tasya aadharene ev we go to the next step, whether the dhatu belongs to which gana. When we see an akaraha between dhatu and ting, that time the question arises whether the dhatu belongs to bhuvadiganaha or tudadigana. If we see a gunakaryam, if we see a swarasya parivartanam, tatra to sarvadha bhuvadiganasya dhatu. Yatra yatra parivartanam na drishyate, tatra tatra to, parantu akaraha shruyate, parivartanam na drishyate, तत्र तु तुदादिगणस्य धातु यथा लिखित् धातु. लिखित् धातु लटीरूपं तत्र लिखति एव अस्ति, लिख् अति. अकारः तु श इति विकरणप्रत्ययस्य भागः, बिकास् तुदादिगणस्य विकरणप्रत्ययः अस्ति श. तुदादिभ्यः श, तत्र शकारस्य इति संज्ञा, तत्र अकारः एव अवशिष्टभागः. सो धातु तिङ् मध्ये तत्रापि अकारः श्रूयते, भुवादिगणे अपि अकारः श्रूयते, परन्तु भुवादिगणे सर्वदा तत्र गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति. तुदादिगणे तु स्वराः तथैव तिष्ठति, लिख् लिखेव तिष्ठति, लिख् लेख् न भवति. सो लटीरूपं पश्यामः चेत् यत्र गुणकार्यं सम्भवति तत्र यदि सः गुणकार्यं भवति, धातुः अस्माकम् ऊहमस्ति धातुः भुवादिगणस्य धातु. गुणकार्यं न दृश्यते, धातु तुदादिगणस्य. सरलमस्ति इति. एकम् अन्यत् अस्ति कृष् इत्यस्य धातु. अस्तु, कः पठितुम् इच्छति? चेतन् अस्ति वा? चेतन् महोदय. आम् नमस्ते. आं भगिनि, कृपया पठतु अत्र कृष्. कृष् इत्यस्य धातुद्वयम् अस्ति, एकः कृष् धातुः भ्वादिगणे अस्ति, अपरः कृष् धातुः तुदादिगणे अस्ति. भ्वादिगणे कृष् धातोः कर्षति इति रूपं लटि. ऋकारस्य गुणः अर् किल, अतः कृष् कर्ष् वादिगणे. किन्तु तुदादिगणे अन्तर्भूतः कृष् धातुः लटि कृषति इति नाम ऋकारस्य गुणः तत्र न भवति. किञ्चित् प्रतिपादयतु. कृष् धातुः गणद्वयं मध्ये अस्ति. एकः भ्वादिगणः, द्वितीयः सुदादिगणः. सुदादिगणे गुणकार्यं नास्ति, अतः कृष् कृष् एव तिष्ठति. अतः तिङन्तं पदं कृषति इति भवति. परन्तु वादिगणे गुणकार्यं भवति, अतः कृष् धातोः उपधा ऋकारः अर् भवति, अतः क्रियापदं कर्षति इति भवति. आम्, अत्र कृष् धातुः गुणः गुणस्य सम्भावना अस्ति वा भगिनि? वादिगणे अस्ति, तुदादिगणे नास्ति. सो अत्र कः स्वरः कुत्र अस्ति? ऋकारः उपधा अस्ति, उपधायाम् अस्ति, उपधायाम् अस्ति. कृष् क ऋ ष अस्ति, अन्तिमवर्णः ष अस्ति, उपधा ऋकारः अस्ति. तस्य द्वादिगणे गुणसंज्ञा भवति, परन्तु तुदादिगणे गुणः न भवति. उपधायां स्थितस्य कस्य स्वरस्य गुणः भवति? उपधायाम् अत्र यः ऋकारः अस्ति सः दीर्घऋकारः वा ह्रस्वऋकारः? ह्रस्वऋकारः. आम्, सो उपधायां केवलं ह्रस्वऋकारस्य एव गुणः, ह्रस्वऋकारस्य एव गुणः, ह्रस्व इकारस्य एव गुणः. परन्तु भू इति धातु, भू इति धातुः तत्र कः स्थितिः अस्ति वदतु? भू ऊकारः अन्तिमवर्णः. कः ऊ इति कः, दीर्घ वा ह्रस्व वा? दीर्घ, दीर्घः. सो तत्र अपि किं भवति, भू इति किं भवति? ऊ भवति, भूकार्यमस्ति. अन्तिमवर्णः ह्रस्व वा दीर्घ वा द्वयमपि गुणकार्यं भवति. आम्, सम्यक्, साधु, तथैव अस्ति. सो अन्ते दीर्घ भवेत् वा ह्रस्व भवेत्, द्वयोः तत्र गुणः भवति. परन्तु उपधायाम् इन् द पेनल्टिमेट् प्लेस् केवलं ह्रस्व इकारस्य, ह्रस्व उकारस्य अपि च ह्रस्व ऋकारस्य गुणः. सो यथा अत्र कृष् इति धातुः उपधायां ह्रस्व ऋकारः अस्ति. उपधायाम् इत्युक्ते अन्तिम अलस्य पूर्वे, अन्तिमवर्णस्य पूर्वे अत्र ऋकारः, सः ऋकारः ह्रस्व ऋकारः, अतः अत्र गुणस्य सम्भावना अस्ति. यदि अत्र दीर्घ ऋकारः भवेत् अस्ति चेत् तत्र गुणः गुणस्य सम्भावना एव तत्र नास्ति. परन्तु अत्र तु उपधायां ह्रस्व ऋकारः, अतः अत्र गुणकार्यं सम्भवति. परन्तु सः गुणकार्यं केवलं भुवादिगणे सम्भवति, न तु तुदादिगणे, बिकास् आफ् द शप् विकरण प्रत्ययः. तुदादिगणे तु केवलं शकारः अस्ति. सो तत्र शकारस्य कारणेन शकारः श इति विकरण प्रत्ययः इस् नाट् केपेबल् आफ् डूयिङ्ग् द गुणः, वेर् एस् शप् विकरण प्रत्ययः इस् केपेबल् आफ् इण्ड्यूसिङ्ग् ए चेञ्ज् इन् द धातुः. सो तत्र तस्य कृते कारणं किम् इति अग्रे पश्यामः. किमर्थं भुवादिगणे शप् कारणेन गुणः भवति? परन्तु तुदादिगणे शकारणेन किमर्थं गुणः न भवति इति तत्र मनसि प्रश्नः आयाति. सो अत्र अस्तु, धन्यवादः भगिनी, साधु. अत्र किमस्ति, इट् इस् अत्र लिखितमस्ति कृत् कृष् इत्यस्य धातुद्वयमस्ति. धातुद्वयमस्ति कुत्र अस्ति? धातुपाठे. यः पाणिनिधातुपाठः तत्र कृष् इति धातु, देर् आर् टु कृष् धातुस् इन् द धातुपाठ. वी सेड् देट् इन् पाणिनिधातुपाठः तत्र उपधिसहस्रधातुवः. देर् आर् अप्राक्सिमेट्लि 2000 धातुस्. सो औट् आफ् दोस् 2000 धातुस् देर् आर् टु कृष् धातुस्. समान अर्थः अस्ति, परन्तु एकं कृष् धातु भुवादिगणे पाणिनिना स्थापितः. इट् हेस् बीन् केप्ट् इट् आल् दिस् पाणिनि दा वेन् वि से पाणिनि धातुपाठः. सो पाणिनिमहर्षिणा यत् उपदेशं कृतं तदेव वयं पठिष्यामः. सो तत्र कृष् एकं कृष् धातु भुवादिगणे अस्ति, द्वितीयकृष् धातु तुदादिगणे अस्ति. Because he saw in the lokah, he saw vyavahare sahakyam drishtvan, sahadrishtvan tatra karshati api lati rupam, krushati api lati rupam. Akaraha to dhatu ting madhe, tatra akaraha shuyate. Parantu kutrachit krush karshbhavati, kutrachit krush krusheva tishthati. So looking at the laukik rupam or laukik vyavahara, he has made the grammar and the panini dhatu patha. Because there the question arises that why, when the artha samanam asti, why he put two krish dhatus in the dhatu patha? Because in the lokaha at that time there were two types of kriya padam. एकमस्ति कर्षति, द्वितीयमस्ति कृषति. बिकास् ही वाण्टेड् टु इन्क्लूड् एव्रिथिङ्ग् इन् द अष्टाध्यायी ग्रन्थे. ही डस् नाट् वाण्ट् टु एक्स्क्लूड् वट् वास् एक्सिस्टिङ्ग् एट् देट् टैम्. देट् इस् वै ही मेड् टु धातुस् इन् द धातुपाठे. सो यत्र गुणः दृश्यते तत्र तु सः कृष् धातु भुवादिगणस्य कृष् धातुः. बिकास् ऋकारस्य गुणः अर्, सो ककारः योग अर् योगश्च कुर्मः चेत् इट् बिकम्स् कर्ष. बट् इन् द तुदादिगणः कृष् विल् स्टाण्ड् एस् कृष् एव. सो तत्र कृष् अति कृषति अकारः अत्रापि श्रूयते, कर्षति अपि अकारः श्रूयते, परन्तु अत्र परिवर्तनं दृश्यते, गुणकार्यं दृश्यते. अत्र तु गुणकार्यं न दृश्यते. सो एकं एकं कृष् धातुः आदिगणस्य धातुः, द्वितीयं कृष् धातुः तुदादिगणस्य धातुः. बिकास् इन् बोत् द लटिरूपम् अकारः धातु तिङ् मध्ये अकारः श्रूयते. सो इन् द टु गणास् वी केन् लोकेट् अकारः बिट्वीन् धातु एण्ड् तिङ्. देट् इस् वै वी गो टु टु गणास् ओन्ली. बिकास् अत्र धातु तिङ् मध्ये अकारः श्रूयते. सो यत्र गुणः दृश्य भवति तत्र भुवादिगणस्य धातु, यत्र गुणः न भवति सः तुदादिगणस्य धातुः, परन्तु तत्र अकारः सर्वदा धातु तिङ् मध्ये तु अकारः श्रूयते. अकारः इति विकरणप्रत्ययस्य भागः. अस्तु, कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु इदानीं पर्यन्तम्. अस्तु, कः पठितुम् इच्छति अग्रे? विजया, विजया भगिनी अस्ति वा? अस्मि महोदय. कृपया पठतु अत्र चतुर्थबिन्दु. पठितुम् इच्छति वा भगिनि? चतुर्थबिन्दुः, आम् इच्छामि. भवति गुणः सर्वत्र न भवति, तर्हि कुत्र भवति? कुत्र न भवति इति प्रश्नः. सरलतया उक्तं चेत् कस्मिंश्चित् धातो इ इ उ ऋ येषु स्वरेषु एकः अस्ति चेत् तस्य स्वरस्य गुणः भवति. अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोपि वक्तव्यम् अस्ति. अत्र मुख्यतः नियमद्वयमस्ति. किञ्चित् प्रतिपादयतु अत्र किं लिखितमस्ति. अत्र द्वादिगणे गुणः सर्वत्र न भवति इति तत्र उक्तं. तर्हि कुत्र भवति कुत्र न भवति इति प्रश्नः उदेति अत्र. अत्र सरलतया उक्तं चेत् कस्मिंश्चित् धातौ धातौ अन्ते इ इ उ उ रु रु एतेषु स्वरेषु एकः अस्ति चेत् तस्य गुणः भवति इति वयं पूर्वमेव दृष्टवन्तः अपि एतत् विषये अत्र एतदेव गुणकार्यम् अस्ति. इति स्थाने एकारः एकारः उक्तं स्थाने ओकारः इति स्थाने अर्थम् इति स्वरस्य गुणः. किन्तु तावत् एव वदामः चेत् किञ्चित् दोषः अस्ति चेत् अवगमनार्थं किञ्चित् इतोपि वक्तव्यमस्ति. मुख्यतः देवः वयं नियमं वयम् अस्ति प्रथमपि अधिकले जातः अन्तिमवर्णः अस्ति वर्णरूपेण चेत् ऊ इति भो भवति. ऊकार दीर्घ ऊकारस्य स्थाने उकारः अस्ति. अनन्तरं सि रस्य इकारः अस्ति अतः तत्र जे इति भवति. तु अस्ति अत्र भूत्वा सर् इति भवति अर् पुरण्ड्रपरः इत्यादि. इदानीम् आ दीर्घ द्वितीयबिन्दुः स्वादिगणे दातुम् उपदा इ अस्ति चेत् तस्य वर्णस्य गुणः एतत् एव दृष्टवन्तः. उपदा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. एतद् भवत्या पूर्वमेव उक्तम्. उपदा नाम अन्तिमवर्णस्य पूर्वं यः वर्णः तिष्ठति तत् एव उपदा इति दृष्टवन्तः. उदाहरणरूपेण उद् अस्ति. अत्र उकारः एव अत्र उपदा इति स्वीकुर्मः चेत् अत्र उकारस्थाने उकारस्य स्थाने बोध् इति भवति. अनन्तरं कृष् इति भवति अत्र कर्ष् इति भवति. अर् इति स्वीकुर्मः चेत् अत्र ऋकारस्य स्थाने अर् भवति. इदानीम् अत्र बुद् धातौ उकारः उपदा अस्ति. कृष् धातौ ऋकारः उपदा अस्ति. देयं यत् दीर्घः स्वरः उपदा चेत् तस्य गुणः न भवति इति मुख्यबिन्दुः अत्र. उपदा दीर्घः अस्ति चेत् अत्र गुणः न भवति. ह्रस्वः अस्ति चेत् एव अत्र गुणः भवति इति. उदाहरणरूपेण जीव् इति अस्ति चेत् अत्र तिङन्त ति अस्ति. अत्र ति इति प्रत्ययम् अस्ति. जीव् योगः अत्र भुवादिगणे अत्र शपः अस्ति. तत्रिशप् इत्यनेन शपः शकारस्य लशकतथिति इति सूत्रेण शकारः अपगच्छति. अनन्तरं पकारः अपि हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति. अत्र अकारः एव तिष्ठति. अतः अत्र जीव इति भवति. जीवयोगः ति जीवति इति अन्तिमरूपं निष्पन्नं. समीचीनं वा महोदय? आं समीचीनम् अस्ति भगिनी. सम्यक्. साधु धन्यवादः. सुपत्र भुवादि अस्मिन् अस्मिन् बिन्दु किं लिखितम् अस्ति तत्र वयं दृष्टवन्तः. न केवलम् अन्तिमस्वराणां तत्र गुणः सम्भवति परन्तु उपदायां स्थितस्य ह्रस्वस्वरस्य अपि गुणः सम्भवति भुवादिगणे. सो भुवादिगणे शप् कारणेन धातोः गुणः भवति. यथा अत्र जीव् इति धातु लिखितमस्ति. सो हौ पाणिनि हेस् डन् द दिस् केटगरैजेशन् हौ हि हेस् डिस्ट्रिब्यूटेड् द धातुस्. इफ् वि लुक् एट् द तुदादिगणे तुदादिगणः हि हेस् पुट् आल् दोस् धातुस् इन् द तुदादिगणः वेर् उपदायां ह्रस्वस्वरः अस्ति परन्तु लटीरूपे तेषां परिवर्तनं न दृश्यते लोके तेषां परिवर्तनं न दृश्यते यथा लिखित धातु सो देट् वट् वि से देट् इस् तुदादिगणः एकं विशिष्टगणः किमर्थं विशिष्टः तत्रापि अश्रूयते भुवादिगणे अश्रूयते परन्तु तुदादिगणे पाणिनिना ते धातवः स्थापितः यस्मिन् तत्र गुणः न अपेक्षितं यथा लिखितधातु सो वि सी अ लाट् आफ् देट् टैप् आफ् धातूस् वेर् उपदायाम् ऐदर् देर् इस् अ ह्रस्व इकारः और् ह्रस्व उकारः और् ह्रस्वरुकारः बट् गुणः डस् नाट् हेपन् इवन् दो देर् इस् ह्रस्वरुकारः ह्रस्व उकारः ह्रस्व इकारः इन् द उपदा प्लेस् देट् आल्सो गुणः डस् नाट् हेपन् सो he made a vishishth gana for those dhatus so he has put maximum that type of dhatus panini has put all those dhatus in a vishishth gana yasya namah tudadi iti shashtham gana tatra api akarah tu shruyate parantu gunakaryam na drishyate so tatra atra mukhya varta ka we said that out of 2000 dhatus around 1050% of the dhatus are in the first gana bhuadi gana eva so tatra jeeviti yah dhatu asti atra to gunaka if we look at the jeevati so we cannot conclude na because atra api dhatu ting madhye akarah shruyate तुदादिगणे अपि धातुतिङ्मध्ये अकारः श्रूयते अत्र तु गुणकार्यं गुणकार्यस्य सम्भावना एव नास्ति सो वी केनाट् कन्क्लूड् देट् हौ वी केन् कन्क्लूड् देट् जीव् इति धातु भुवादिगणे वा तुदादिगणे सो वी शुड् नो दिस् देट् तुदादिगणः इस् अ विशिष्टगणः किमर्थं चेत् तत्र ये धातवः सन्ति तत्र बहुत्र तत्र किम् अस्ति उपदायां ह्रस्व इकारः ह्रस्व उकारः ह्रस्वरुकारः न तु दीर्घ डू यू अण्डर्स्टाण्ड् मै पायिण्ट् वाट् ऐ वाण्ट् टु से देट् सि जीवति इति यदि वयं जीवति पश्यामः अत्र तु गुणकार्यस्य सम्भावना एव नास्ति सो वट् टिल् नौ वट् वि सेड् we said that yatra yatra gunakaryam drishyate tatra to vayam uham kartum shakyate o atra gunakaryam drishyate atah atra dhatuh bhuvadi ganasya dhatu parantu yatra gunakaryasya sambhavana eva nasti tatra vayam katham janimah dhatu kasmin gane asti yatha jeevita dhatu jeev to dirgha ikarasya to gunah whether it belongs to bhuvadigana or tudadigana gunakaryam will not happen because sutra is like that sutra says that upadayam kevalam rasva ru swaranam gunah dirgha swarasya to gunah eva na bhavati tasya krute kopi sutra eva nasti so that is why I said that tudadigana is a vishishta gana he has put only those type of dhatus in the tudadi ganah yatra gunah to gunasya krute sambhavana asti parantu gunah na bhavati atra to gunasya krute sambhavana eva nasti so there was no need for this type of dhatus to put in a vishisht ganah so tudadi ganah ekam vishisht ganah यत्र गुणस्य कृते सम्भावना तु अस्ति परन्तु गुणः न भवति सो तादृशदातवः सर्वे ते तादृशदातवः कुत्र स्थापितः पाणिनिना तुदादिगणे एकं विशिष्टगणे स्थापितः तस्य नाम अस्ति षष्ठं गणः तुदादिगणः इति सम्यक् वा भगिनी इत्युक्ते जीवधातु द्वादिगणे एव भवति वा? That is what I am saying. I am saying right, right. That. Thank you. Just confirm. Thanks. Jeev is a Bhuvadi Ganasya Dhatu, not a Tudadi Ganasya Dhatu. Because atru gunam drishtuva vayam na gyatum shakete Dhatu Kasmin Ganayasthi. So tatra Tudadi Ganay, tatra he has put only those type of Dhatus in the Tudadi Ganaha, where gunaha sambhavna asti parantu gunaha na bhavati. So we can easily locate that since likhit dhatuh tatra gunasya sambhavana asti upadayam rasva ikarah asti gunasya sambhavana asti parantu gunah na bhavati so tadrish dhatuvah tudadi ganasya dhatuvah atra to jeevit dhatu gunasya sambhavana eva nasti whether the shap comes after jeev or sha comes after jeev that will not make any difference to jeev because dhirgha swarasya gunah upadayam na bhavati whether nimittam karanam is there or karanam is not there it will not change at all so he has put only those type of dhatus in the shashtham ganah where gunasya sambhavana asti parantu gunah na bhavati So, Jeev is a Bhuvadi Ganasya Dhatu, not a Tudadi Ganasya Dhatu. Samichinam Bhagini, Dhanyavadah. Asu, Idanim Pancham Binduhu. Kaha Patitum Ichchati? Mahadaya Patitum Ichchati? Patitum Bhagini. Pancham Mahabinduhu. Himartham Gunaha Bhavati Vadi Gane, Natu Tudadi Gane. पूर्वतने पाठे अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति यतः तेषां वर्णानाम् इत्संज्ञा भवति इत्संज्ञा इति कारणतः तेषां लोपः भवति एभिः इत्संज्ञकवर्णैः किञ्चित् विशिष्टं कार्यं निर्दिष्टं भवति कीदृशं कार्यम् इति सम्प्रति पश्यामः स्वादिगणे विकरणप्रत्ययः शप् इति जानीमः शप् नाम श योग अ योग प लटि केवलम् अकारः तिष्ठति इत्युक्तौ शकारपकारयोः वर्णयोः लोपः भवति द्वौ अपि वर्णौ गच्छतः गमनानन्तरं नाम लोपानन्तरं श प च किञ्चित् कार्यं कुरुतः लोपानन्तरं कथं कार्यं स्यात् इति चेत् व्याकरणे कश्चन नियमः अस्ति यत् वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति तस्य सङ्केतः तिष्ठति तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम् इति चेत् विकरणप्रत्यये श इत्यस्य कार्यं गुणस्य कृते प्रेरयति धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति विकरणप्रत्यये प इत्यस्य कार्यं प नास्ति चेत् गुणस्य कृते अवरोधं करोति प अस्ति चेत् गुणस्य न कोऽपि अवरोधः वादिगणे श तावदेव वदतु भगिनि तावदेव वदतु प्रथमे गणे वादिगणे शप् प्रत्ययः अस्ति शप् इत्युक्ते श अ प श विकरणप्रत्ययस्य कार्यम् अस्ति गुणस्य कृते प्रेरयति तथा गुणः भवति प प विकरणप्रत्ययः अस्ति चेत् प नास्ति चेत् गुणस्य अवरुद्धं करोति परन्तु वादिगणे श तथा प अस्ति तथा गुणस्य न कोऽपि अवरोधः अस्ति इत्संज्ञक वर्णस्य कृते तत्र किञ्चित् वदतु इत्संज्ञा इत्युक्ते इत्संज्ञकवर्णैः किञ्चित् कार्यं निर्दिष्टमस्ति. इत्संज्ञा इत्युक्ते ये वर्णाः न तिष्ठन्ति ते वर्णाः इत्संज्ञकः अस्ति. इत्संज्ञक वर्णस्य लोपः भवति, परन्तु किमर्थम् इत्संज्ञकः वर्णः अस्ति इत्युक्ते इत्संज्ञकवर्णस्य किञ्चित् लोपानन्तरम् अपि किञ्चित् कार्यमस्ति. तथा उदाहरणार्थं वादिगणे श तथा प शविकरणप्रत्ययस्य कार्यम् अस्ति, गुणस्य कार्ये शप्रत्ययः प्रेरयति. पविकरणप्रत्ययस्य कार्यमस्ति, गुणस्य अवरोधः न भवति. सम्यक् सम्यक् भवति, तथैव अस्ति. धन्यवादः. सो अस्मिन् बिन्दुः किं लिखितमस्ति? अस्मिन् बिन्दुः लिखितमस्ति ये विकरणप्रत्ययः, यः प्रत्ययः अस्ति सर्वदा तत्र किं भवति व्याकरणशास्त्रे, प्रत्यये किञ्चित् वर्णः अपगच्छति, सर्वेः वर्णाः तत्र तथा सर्वदा न भवति, परन्तु प्रायशः तत्र तथैव भवति. यथा वयं दृष्टवन्तः अत्र दशसु गणेषु तत्र किम् अस्ति, श्यन् श्ना श्नूष्णम्, परन्तु एकम् एव गणः अस्ति, नवमगणः, तनादिगणः, तत्र उ इति विकरणप्रत्ययः, उकारः. तत्र तु कोऽपि इत्संज्ञकवर्णः एव नास्ति, तत्र उ उ एव तिष्ठति. परन्तु तादृशस्थितिः सर्वदा नास्ति, प्रायशः तत्र प्रत्यये केचित् कानिचन वर्णाः तत्र सन्ति, ये वर्णाः प्रक्रियायां न तिष्ठति, ते अपगच्छति. सो ये वर्णाः मूले अस्ति परन्तु प्रक्रियायां न तिष्ठति, तेषां पाणिनिना एकं विशिष्टनामं दत्तम्, इत् इति नाम. यथा शप् इति विकरणप्रत्ययः, शप् इति विकरणप्रत्ययः मूलरूपम् अस्ति शप्, तत्र शकारपकारयोः लो इत्संज्ञा भवति. इत्संज्ञा किमर्थम् इत्संज्ञा भवति? बिकास् प्रक्रियायां ते वर्णाः न तिष्ठति, ते अपगच्छति. सो ये वर्णाः प्रक्रियायां न तिष्ठति तेषाम् इत् इति विशिष्टनामं दत्तम्. यस्य इत् इति नामं दत्तं तस्य लोपः भवति इति वयं जानीमः इदानीं पर्यन्तं. सो तत्र पृष्टः अस्ति, यदि प्रक्रियायां ते वर्णः न तिष्ठति, इत्युक्ते तेषां प्रयोगः न भवति, किमर्थं तत्र पाणिनिना ते वर्णाः स्थापिताः, तेषां कार्यं किम्, इत्संज्ञकवर्णानां कार्यं किम् इति प्रश्नः अस्ति, मनसि उदेति. तत्र यदि शकारपकारयोः प्रक्रियायां न तिष्ठति, तेषाम् उपयोगः न भवति, किमर्थं पाणिनिना तत्र स्थापिताः? बट् अत्र किं लिखितमस्ति? यद्यपि ते वर्णाः अपगच्छन्ति, तथापि तेषां यः लक्षणम् अस्ति, शकारस्य यः लक्षणं, पकारस्य यः लक्षणं, सः तत्र तिष्ठति. तत्र एकं सूत्रम् अस्ति, प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इत्युक्ते, यद्यपि प्रत्ययस्य ये वर्णाः तत्र लोपः भवति, तथापि तेषां लक्षणं तत्र तिष्ठति. सो अत्र शकारस्य कार्यं किम्? यद्यपि शकारः अपगच्छति, तथापि शकारस्य यः कार्यम् अस्ति सः तत्र तिष्ठति. सो अकारः किम् अस्ति? अकारः शप् प्रत्ययस्य प्रतिनिधिः अस्ति, इट् रिप्रेसेण्ट् शप्. अकारः रिप्रेसेण्ट् शप्, वी डोण्ट् सेट् अकारः विकरणप्रत्ययः, वि से शप् विकरणप्रत्ययः. इन् द शप् विकरणप्रत्ययः अवशिष्टभागः केवलम् अकारः, परन्तु सः अकारः शप् प्रत्ययस्य प्रतिनिधिः अस्ति. तुदादिगणे किम् अस्ति? तुदादिगणे श इति विकरणप्रत्ययः, तत्र यः अकारः अस्ति सः शप् प्रत्ययस्य प्रतिनिधिः नास्ति, सः श प्रत्ययस्य प्रतिनिधिः अस्ति. तत्र पकारः नास्ति, तत्र केवलं शकारः अस्ति. सो शकारस्य कार्यं किं गुणस्य कृते प्रेरयति शकारः सेज् देट् गुण शुड् हेपन् सो गुणस्य कृते प्रेरयति प्रेरयति इट् गिव्स् प्रेरणा फार् गुणकार्यं देट् इफ् देर् इस् इ उ रु एट् द एण्ड् आर् इफ् देर् इस् इ उ रु रस्व इ रस्व उ रस्व रु एट् द उपदा प्लेस् गुणः शुड् हेपन् सेज् शकारः What does pakara? What is the karya of pakara? Pakara says that, okay, if pakara is there, the, which the shakara makes it certain, pakara makes it certain that gunaha happens. If pakara is not there, pakara nasti ched gunasya krite badha bhavati. Pakara asti ched gunasya krite kopi badha na bhavati. यथा शप् इति विकरणप्रत्ययः शप् इति विकरणप्रत्ययः शकारः अपि अस्ति पकारः अपि अस्ति शकारः सेज् गुणः शुड् हेपन् पकारः सेज् ओके देर् इस् नो बाधा फार् गुणः लेट् द गुण हेपन् सो यद्यपि वर्णानाम् इति संज्ञालोपः भवति तथापि तेषां लक्षणं तत्र तिष्ठति लक्षणस्य आधारेण एव वयं ज्ञातुं शक्यते वेदर् गुणः विल् हेपन् आर् नाट् सो श इति विकरणप्रत्यये शकारः अस्ति शकारः सेज् गुणः शुड् हेपन् बट् बिकास् देर् इस् नो पकारः इन् तुदादिगणः देयर् बाधा अराइजेस् तत्र गुणस्य कृते अवरोधः भवति बिकास् देर् इस् नो पकारः पकारः मेक्स् इट् सर्टन् that gunaha will happen tathev tip pratyay tatra kim asti ting samuhe kim asti tip tas ji sip thas tha mip vas mas so yatra yatra pakarah asti eti to mool pratyay ting pratyayasya mool akriti kah tip tas ji sip thas tha mip vas mas प्रथमनवः प्रत्ययः यत्र यत्र पकारः अस्ति तत्र एव गुणः भवति यत्र पकारः नास्ति तत्र गुणस्य कृते अवरोधः भवति सो पकारः नास्ति चेत् गुणस्य कृते अवरोधः पकारः अस्ति चेत् गुणः भवति इति तत्र व्याकरणशास्त्रे नियमः कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु इदानीं समयः अभवत् इदानीं स्थगामः kindly listen to the recordings because if there is a brahmah by record listening to the recording he will that will be solved that brahmah tatra apagacchati astu idanim sthagamah shanti mantram pathami पूर्णमदः पूर्णमिदं पूर्णा पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः भगिनी धन्यवादः महोदय धन्यवादः महोदय धन्यवादः धन्यवादाः महोदय धन्यवादः